पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 24 महादेव उवाच प्रयागतीर्थमाहात्म्यं प्रवक्ष्यामि यथाश्रुतं महादानपराः पुण्यकर्माणो यत्र सन्धिः यत्र गङ्गा च यमुना यत्र चैव सरस्वती तं देवतीर्थप्रवरं देवानामपि दुर्लभम् ईदृशं त्रिषु लोकेषु भूतं न च भविष्यति ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी तीर्थानामुत्तमं तीर्थं प्रयाघाख्यमनुत्तमम् प्रातःकाले तु भो विद्वन् प्रयागे स्नानमाचरेत् महापापाद्विनिर्मुक्तः सयादिपरमं पदं देयं किञ्चिद्यथाशक्ति दारिद्र्याभावमिच्छता यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् धनिको दीर्घजीवी च जायते नात्र संशयः यत्र वडस्याक्षयस्य दर्शनं कुरुते नरः तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति स चाक्षयवडख्यादकल्पान्तेऽपि च दृश्यते शेदे विष्णुर्यस्य पत्रे अतोऽयमव्ययस्मृतः तत्र पूजां प्रकुर्वन्ति मानवा विष्णुवल्लभाः सूत्रेणाच्छादितं कृत्वा पूजां चैव दुकारयेत् माधववाक्यस्तत्र देवः सुखं तिष्ठति नित्यशः तस्य वै दर्शनं कार्यं महापापैः प्रमुच्यते यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः स्वस्वस्थानं समाश्रित्य तत्र तिष्ठन्ति नित्यशः गोघ्नो वापि च चाण्डालो दुष्टो वा दुष्टचेतनः बालकादि तथा विद्वान् म्रियते तत्र वै तदा स वै चतुर्भुजो भूत्वा वैकुण्ठे वसते चिरं प्रयागे दु नरो यस्तु माखस्नानं करोति च न तस्य फलसङ्ख्यास्ति शृणु देवर्षिसत्तम आपो नारा यदि प्रोक्ता सर्वलोकेषु शुश्रुम तेन नारायणप्रोक्तस्नातानां भुक्तिमुक्तिदः ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी मासानां हि तथा माघश्रेष्ठः सर्वेषु कर्मसु मकरस्थे रवौ माघे प्रातःकाले तथामले गोः पदेऽपि जले स्नानं स्वर्गदं पापिनामपि योगोऽयं दुर्लभो विद्वन् त्रैलोक्ये सचराचरे अस्मिन्यो यत्नमापन्नस्नायादपि दिनत्रयं पञ्च वा सप्तवाप्यत्र स्नानं कुर्वन् प्रयागजम् चन्द्रवद्वर्धदे सोऽपि कुले वाडवसत्तम चराचरश्च ये जीवास्तथैव मनुजादयः प्रयागं तीर्थमाश्रित्य वैकुण्ठं यान्दिते चिरात् ये वसिष्ठादयस्तत्र ऋषयसनकादयः तेऽपि प्रयागजं तीर्थं सेवन्ते च पुनः पुनः यत्र विष्णुश्च रुद्रश्च यत्रेन्द्रश्च तथा पुनः तेऽपि सर्वे वसन्तीह प्रयागे तीर्थसप्तमे दानं तत्र प्रशंसन्ति नियमांश्च तथैव च तत्र स्नात्वा च पीत्वा च पुनर्जन्मन विद्यते इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायाम् उत्तरखण्डे उमापदि नारदसंवादे प्रयागमाहात्म्ये चतुर्विंशोऽध्यायः ॐ